पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 63 शेष उवाच लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणं शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलङ्कृतम् रामप्रतिनिधिं मूर्त्या ततो गन्तुमियेष सः स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः बाला मात्रस्य सीतायै त्वरिता सन्न्यवेदयन् बाला ऊचुः मातर्जानकिते पुत्रो बलाद्वाहमपाहरत कस्यचित् भूपवर्यस्य बलयुक्तस्य मानिनः ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि तदा वीरेण पुत्रेण तव सर्वं निपातितं पश्चादभिजयं प्राप्तः सुदस्तव मनोहरः तं भूपं मूर्च्छितं कृत्वा जयमापरणाङ्गणे ततो मूर्च्छां विहायैष राजा परमदारुणः सङ्कुप्य पादयामास तव पुत्रं रणाङ्गणे अस्माभिर्वारिदपूर्वं मा गृहाणहयोत्तमम् अस्मान् सर्वांश्च धिकृत्य ब्राह्मणान्वेदपारगान् इति वाक्यं शिशूनां सा समाकर्ण्यसुदारुणं पपादभूतलोपस्ते दुःखयुक्ता रुरोदः सीतोवाच कथं नृपोदयाहीनो बालेन सह युध्यति अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपादयद लववीरभवान् कुत्र वर्ततेति बलान्वितः कथं त्वं नृष्कृपस्याहो राज्ञो हार्षीद्धयोत्तमं त्वं बालस्ते दुराक्रान्ता सर्वशस्त्रविशारदाः रथस्था वीरथस्त्वं वै कथं युद्धं समं भवेद् ताताहं तु त्वया सार्धं रामत्यागात् सुखं जह्व इदानीं रहिता युष्मत् कथं जीवामि कानने एहि मां मुञ्च यज्ञाश्वं गच्छत्वेष महीपतिः मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः अमोच येष्यदधुना भवन्तं भूपपार्श्वतः सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः दैवमेव ममाप्यत्र कारणं दुःखसम्भवे एवमादि बहुश्रीमत्येषा वै विललापः पादाङ्गुष्ठेन लिखति भूमिं नेत्रद्वयाश्रुभिः बालान् प्रति जगादासौ पृथुक सजभूपतिः कथं मत्सुतमापात्य रणे कुत्र गमिष्यति इति वाक्यं वदत्येषा जानकी परिदेवता तावत् कुशस्तु सम्प्राप्त उज्जयिन्यामहर्षिभिः माकासिद चतुर्दश्यां महाकालं समर्च्य च प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रुविक्लवां शोकविह्वलदिनाङ्गीं बभाषे यावदुत्सुकः तदा स्वबाहुरवदस्फुरद्युद्धाभिशंसनः हृदये चरणोत्साहो बभूवादिरथस्य हि सप्रत्युवाजजननीं दीनगद्गदभाषिणीं मादस्तव गदं दुःखं मयि पुत्र उपस्थिते मयि जीवदिते नेत्रादश्रूणि भुवि नोपदन् प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीं कुशो दुःखमिदः सद्यो दुःखिदां धीरमानसः मम भ्राता लव कुत्र वरुतते वैरिमर्दनः सदा मामागतं ज्ञात्वा प्रहर्षन् सन्निधावियाद न दृश्यते कथं वीर कुत्र रन्धुं गतो बली केन वा सः बालत्वाद्गतो मां वै निरीक्षितुं किं त्वं रोदिषि मे मादर्लव कुत्र स वर्तते तन्मे कथय सर्वं यत्तव दुःखस्य कारणं तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीद लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा बबन्ध बालको मेऽत्र कयं यागक्रियोचितं तद्रक्षकान् बहून् चिज्ञे एकोऽनेकान् नृपून् बली राजा तं मूर्छितं कृत्वा बबन्ध रणमूर्धनि बालका इति मामूचुस्सह गं तार एव हि ततोऽहं दुःखिता जादा निशम्य लवमाधृतं त्वं मोचय बलात् तस्मात् काले प्राप्तो नृपोत्तमाद निशम्य मा दुर्वचनं कुशकोपसमन्वितः जगादतां दशन्नोष्टं दन्तैर्दन्तान्विनिष्पिषन् कुश उवाच मादर्जानीहितं मुक्तं लवं पाशस्य बन्धनाद इदानीं हन्मितं बाणैः समग्रबलवाहनं यदि देवोमरो वापि यदि सर्वसमागतः तथापि मोचयेतस्माद् बाणैर्निशितपर्वभिः मा रोदिषि मादरिह वीराणां रणमूर्झितं कीर्तयेत्र भवत्येव पलायनमकीर्तये देहि मे कवचं दिव्यं धनुर्गुणसमन्वितं शिरस्त्राणां च मे माधकरवालं तथाश्रितम् इदानीं यामि समरे पादयामि बलं महद मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितं न मोचयाम्यद्य पुत्रं तव मादर्महारणाद तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ शेष उवाच इति वाक्येन सन्तुष्टा जानकी शुभलक्षणा सर्वं प्रादादस्त्र वृन्दं जया श्रीर्भिर्नियुज्यतम् प्रयाहि पुत्रसङ्ग्रामं लवं मोचय मूर्छितम् इत्याज्ञप्तकुशसङ्ख्ये कवची कुण्डलीबलि मुकुटीकरवाली च चर्मधारी धनुर्धरः अक्षया विशुद्धीकृत्वा स्कन्दयो सिंहवीरयोः जगामतरसा नत्वा मातृपादौ रथाग्रणीः वेगेन यावद्युद्धाय गच्छति क्षिप्रमाघवे तावद्ददर्शस्वलवं वैरिवृन्दनिपातकम् आयां तं तं कुशं वीराददृशुसुमहाभडाः कृतान्तमिव संहर्तुं सर्वं विश्वमुपस्थितं लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् अत्यन्तं वह्नि वद्युद्धे दिदीपे वायुना समं रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः कुशः सर्वान्रणस्थान् वै वीरान् पूर्वदिशि क्षिपद पश्चिमायां दिशि लभ कोपात् सर्वान् समैरयद कुशबाणव्यथा व्याप्ता लवसायकपीडिताः सैन्ये जना मुने सर्वे उत्कल्लोलाम्बुधिभ्रमाः कुशेन च लवेनाथ शरव्राधैः प्रपीडितं न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः न कुत्रचिद्रणे स्थित्वा युद्धं मैच्छद्बलान्विदः यदस्मिन् समये राजा शत्रुघ्नः परतापनः कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम्। कुशं दृष्ट्वा बलाक्रान्तं राममूर्तिसमप्रभं रथे तिष्ठन् हेममये जगादपरवीरः। शत्रुघ्न उवाच, कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः? किं नामासि महावीर? कस्ते ताधक्वदे प्रसूः? कथं वने द्विजैर्युष्टे तिष्ठसि त्वं नरर्षभ? सर्वं शंसयथायुध्ये त्वया सह महाबल। इति वाक्यं समाकर्ण्य कुशप्रोवाच भूमिपम्। मेघगम्भीरया वाच, नादयन्रणमण्डलं केवलं सुषुवेशिदा पतिव्रतपरायणा, वने वसावो वाल्मीकेशरणार्चनतत्परौ मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ। कुशोलव इति प्रख्यामागतौ भूपते नख। कस्त्वं वीरोरणश्राखी? किमर्थं हयसत्तमः? मुक्तोऽस्ति समरे त्वद्य जेदासि बलसंयुधः। युध्यस्व त्वं मया सार्धं यदि वीरोऽसि भूमिप, इदानीं पादयिष्यामि भवं तं रणमूर्धनि। शत्रुघ्नस्तं सुदं ज्ञात्वा सीताया रामसम्भवं विशेष्माय स्वयं चित्ते कोपाद्धनुरुपादद। तमात्तद्धनुषं दृष्ट्वा कुशकोपसमन्वितः विस्फारयामास धनुस्वीयं सुदृढमुत्तमं। मुमोच बाणान्निशितान् शत्रुघ्नः सर्वशस्त्रविद। तांश्चिच्छेद कुशः सर्वाल्लीलया प्रहसन्रणे। बाणाश्च शतसाहस्रा कुशस्य च नृपस्य च भुवनं व्याप्नुवन् सर्वं तच्चित्रमभवन्मुने। अग्न्यस्त्रेण कुशः सर्वान् ददाह तरसा बलि। शमयामास तम्भूपः पर्जन्यास्त्रेण वीर्यवान्। शमयामास तं भूपो वायव्येनादिविक्रमः। तदा वायुरभूत्तीव्र सर्वतो रणमण्डले। पर्वतास्त्रेण तं वायुं शोभयन्तं समावृणोद। वज्रास्त्रेण निभसङ्ख्ये चिच्छेदसनगोपलान्। तदा नारायणास्त्रं समुमोच कुश उद्भटः। नारायणं तदा भूपं नाशकत् परिबाधितुं तदा प्रकूपिदोत्यतं कुशकोपपरायणः। उवाच भूपं शत्रुघ्नं महाबलपराक्रमं, जानामि त्वां महावीरं सङ्ग्रामे जयकारिणं। यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम्। इदानीं पादयाम्यद्य भूमौ त्वां नृपदेशरैः। त्रिभिश्चेन्न करोम्येतत् प्रतिज्ञां तर्हि मे शृणु। यो मनुष्य वपुः प्राप्य दुर्लभं पुण्यकोटिभिः, तन्नाद्रियेद सम्मोहा तस्य मे त्वत्र पादकं। सावधानो भवानत्र भवतु प्रधानाङ्गणे, पादयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने। शरं संरोपयामास कोरं कालानलप्रभं, लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महद। तं संधितं शरं दृष्ट्वा शत्रुघ्नकोपमूर्च्छितः। मुमोच बाणान्निशितान् कुशत्वभेदकारकान्, स बाणो हृदयं तस्य भेतुं तत् प्रचचाल वै। क्वररूपो वह्नि सम आशीविषवदुच्छ्वसन्, स बाणो नृपवर्यण रामं स्मृत्वाशु लक्षितः। चिच्छेदकुशमुक्तं स सायकं शितपर्वकं, तदात्यन्तं प्रकुपितकुशो बाणस्य कृन्तनाद। अपरं सायकं चापे दधारशितपर्वकं, स यावत् तदुरो भेतुं करोति च बलोद्धुरः। तं तावदच्छिनत्तस्य शरं कालानलप्रभं तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः तृतीयं चापगे स्वीये दधार शरमद्भुतं शत्रुघ्नस्तमपि क्षिप्रं चेत्तुं बाणं समाददे तावद्विद्धशरेणासौ पपादधरणीतले आहाकारो महानासिच्छत्रुघ्ने विनिपादिते जय माप कुशस्तत्र स्वबाहु बलदर्पितः इति श्रीपद्मपुराणे पादालखण्डे शेषवाश्यायनसंवादे रामाश्वमेधे शत्रुघ्नमूर्च्छेन कुशजयो नाम त्रिषष्टितमोऽध्यायः ॐ